नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति प्रेरणार्थनिधि प्रयोज्य कर्तुः कर्मत्वम् इति विषये। अस्माभिः कर्तरीप्रयोगे गतिबुद्धिप्रत्यवसानार्थशब्दकर्म कर्मकाणामणिकर्तासणौ इति सूत्रस्य कार्यं कथं भवति इति अस्माभिः सर्वम् अधीतम्। इदानीं कर्मणि प्रयोगे प्रयोजकर्तुः कर्मत्वं कुत्र भवति इति विषयः जायमानः अस्ति। गतवर्गे अस्माभिः सर्वम् अधीतं, तत्र एका कारिका वर्तते, बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया प्रयोज्यकर्मणि अन्येषां नियन्तानां लादयो मताः इति अस्ति। तत्र वयं पश्यामः चेत् गतिबुद्धिप्रत्यवसानार्थशब्दकर्म कर्मकाणामणिकर्तासनौ इति सूत्राधारेण केषां धातूनां योगे प्रयोज्यकर्तुः कर्मत्वं भवति इति उक्तं। तर्हि सूत्रेण एव ज्ञायते प्रयोज्यकर्तुः कर्मत्वं कथं भवति इति सूत्राधारेण वार्तिकाधारेण ज्ञायते। तर्हि कर्मणि प्रयोगे का व्यवस्था इति चेत्, यत्र एते धातवः सन्ति इत्युक्ते गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाः यत्र धातवः सन्ति तत्र प्रयोज्यकर्तुः कर्मत्वं भवति। यदि प्रयोज्यकर्तुः कर्मत्वम् अस्ति तदानीं प्रयोज्यकर्तुः का विभक्तिः भवति कर्मणि प्रयोगे इति प्रश्नः। यतोहि कर्मणि प्रयोगे किं भवति इति चेत्, यथा कर्तरिप्रयोगे कर्मणि प्रयोगे अपि कर्मद्वयं भवति। प्रयोज्यकर्तुः कर्मत्वं चेत् तदानीं तत्र शुद्धकर्म इति एकं कर्म, अनन्तरं प्रयोज्यकर्तुः कर्मत्वम् इति कर्मद्वयं भवति। तर्हि इदानीं तिङ्प्रत्ययेन, यतोहि तिङ्प्रत्ययः कर्म अर्थे अस्ति, तर्हि तिङ्प्रत्ययेन किं कर्म उक्तं भवति इत्येव प्रश्नः भवति। कर्मद्वयमस्ति, कर्तरीप्रयोगे अपि कर्मद्वयमस्ति, कर्मणि प्रयोगे अपि कर्मद्वयमस्ति। कर्तरीप्रयोगे तिङ्प्रत्ययेन कर्ता उक्तः, प्रयोजककर्ता उक्तः अस्ति। गमयति, पाठयति इत्यत्र यः तिङ्प्रत्ययः तेन प्रयोजककर्ता उक्तः अस्ति, अतः कर्मद्वयमपि अनुक्तम्, अतः क्लेशः नास्ति। अनुक्तकर्मणि उभयत्र द्वितीया विभक्तिः भवति, अतः कर्तरीप्रयोगे क्लेशः नास्ति। परन्तु कर्मणि प्रयोगे किं भवति इति चेत्, अत्र तिङ्प्रत्ययेन कर्म उक्तमस्ति इति उक्तं, कर्ता अनुक्तः, कर्ता अनुक्तः कर्मणि प्रयोगे कर्ता अनुक्तः, एकं कर्म उक्तं भवति। तर्हि इदानीं कर्मद्वयमस्ति, शुद्धकर्म अनन्तरं प्रयोजकर्ता यः अस्ति तस्य कर्मत्वं। तर्हि कर्मद्वयमस्ति, तिङ्प्रत्ययेन किं कर्म उक्तं भवति इत्यत्र कः नियमः इति प्रश्ने सति तदर्थं कारिका वर्तते, बुद्धिभक्षार्थयोः शब्दकर्मणां निजेच्छया। तर्हि यत्र बुद्ध्यर्थकदातवः भक्षार्थकदातवः शब्दकर्मकः दातवः सन्ति तदानीम् अस्माकं विवक्षानुगुणं प्रयोज्यकर्तुः कर्मत्वं भवितुमर्हति, नो चेत् विकल्पेन शुद्धकर्मणः कर्मत्वमपि भवितुमर्हति। यदा प्रयोज्यकर्तुः, तत्र प्रयोज्यकर्तुः कर्मत्वम् अस्ति तर्हि तत्र प्रयोज्यकर्मणः तिङ्प्रत्ययेन प्रयोज्यकर्म उक्तं चेत् प्रयोज्यकर्मणः प्रथमाविभक्तिः, शुद्धकर्म अनुक्तम् इति कृत्वा तस्य द्वितीयाविभक्तिः भवति इति एकः पक्षः। अपरस्मिन् पक्षे यत्र बुद्ध्यर्थकः भक्षार्थकः शब्दकर्मकः इति दातवः सन्ति, अपरस्मिन् पक्षे शुद्धकर्म तिङ्प्रत्ययेन उक्तं, तर्हि शुद्धकर्मणः प्रथमाविभक्तिः, प्रयोज्यकर्मणः तत्र अनुक्तम् इति कृत्वा द्वितीयविभक्तिः भवति इति अत्र वार्ता। प्रयोजककर्तुः तु सर्वदा तृतीयविभक्तिः एव, तत्र क्लेशः नास्ति। तर्हि इदानीं बुद्ध्यर्थकः भक्षार्थकः शब्दकर्मकः इति दातवः, ये दातवः सन्ति तान् विहाय गतिबुद्धिप्रत्यवसानार्थकः इति सूत्रे गत्यर्थकदातवः अकर्मकदातवः इति सन्ति। तयोः का गतिः इति चेत्, गत्यर्थकदातवः अकर्मकदातवः तत्र प्रयोज्यकर्तुः कर्मत्वं भवति, तर्हि प्रयोज्यकर्म एव तिङ्प्रत्ययेन उक्तं भवति, तत्र वैकल्पिकं नास्ति। गत्यर्थकः अकर्मकः अपि च अन्ये ये ये दातवः सन्ति यत्र प्रयोज्यकर्तुः कर्मत्वं भवति, न केवलं गत्यर्थकः अकर्मकः परन्तु वार्तिकेन अन्ये ये ये दातवः सन्ति यत्र प्रयोज्यकर्तुः कर्मत्वं भवति तत्र सर्वत्र प्रयोज्यकर्म एव उक्तं भवति, अतः प्रयोज्यकर्मणः एव प्रथमाविभक्तिः, शुद्धकर्मणः द्वितीयाविभक्तिः सर्वदा भवति इति तत्र व्यवस्थाद्वयमेव अस्ति। बुद्ध्यर्थकभक्षार्थकशब्दकर्मकदातवः चेत् वैकल्पिकं, प्रयोज्यकर्मणः प्रथमाविभक्तिः अथवा द्वितीयविभक्तिः, शुद्धकर्मणः प्रथमाविभक्तिः अथवा द्वितीयविभक्तिः भवितुमर्हति। परन्तु यत्र गत्यर्थकः अकर्मकः, अन्ये ये ये दातवः येषां कर्मत्वं विहितमस्ति सूत्रेण अथवा वार्तिकेन, तत्र सर्वत्र प्रयोज्यकर्मणः एव प्रथमाविभक्तिः, शुद्धकर्मणः द्वितीयविभक्तिः सर्वदा भवति इति तत्र व्यवस्थाद्वयमेव। इदानीं एते दातवः यत्र प्रयोज्यकर्तुः कर्मत्वं भवति तान् विहाय अन्ये दातवः, अन्ये अवशिष्टाः यत्र प्रयोज्यकर्तुः कर्मत्वमेव न सम्भवति, तत्र तु किं भवति इति चेत् प्रयोज्यकर्ता इति एव भवति, तस्य कर्मत्वमेव न भवति। कर्मत्वमेव नास्ति चेत् प्रयोज्यकर्तुः अनुक्तकर्तरी, तृतीयाविभक्तिः एव भवति, शुद्धकर्मणः एव तत्र तिङ्प्रत्ययेन शुद्धकर्म एव उक्तं भवति इति कृत्वा तत्र एव प्रथमाविभक्तिः भवति इति अत्र प्रसङ्गत्रयमस्ति। प्रसङ्गत्रयस्य अत्र कोष्टके मया तत्र इदानीं परिष्कृत्य स्थापितमस्ति, यतोहि प्रसङ्गत्रयमेव अस्ति। बुद्ध्यर्थकदातवः, भक्षणार्थकः, शब्दकर्मकः इति एकः प्रसङ्गः, अपि च अन्ये ये ये दातवः यत्र प्रयोज्यकर्तुः कर्मत्वं भवति तत् द्वितीयः प्रसङ्गः, अनन्तरम् अवशिष्टाः ये ये दातवः सन्ति तत्र तृतीयः प्रसङ्गः, यत्र कर्मत्वमेव न सम्भवति प्रयोज्यकर्तुः तत्र तृतीयः प्रसङ्गः इति प्रसङ्गत्रयमेव वर्तते। तर्हि तत्र नियमः यदिदानीं मया उक्तं तत्सर्वम् अत्र सङ्क्षेपरूपेण अत्र स्थापितमस्ति, भवन्तः द्रष्टुं शक्नुवन्ति। इदानीं ततः अग्रे वयं गन्तुं शक्नुमः। इदानीं तत्र उदाहरणानि वयं पश्यामः, तदानीं स्पष्टता भवति। तर्हि बुद्ध्यर्थकदातवः इति आरभ्य पश्यामः। कारिकायाः आधारेण एवं चिन्तयितुं शक्यते इति गतवर्गे दृष्टं खलु। आं भगिनि, अस्तु। तर्हि इदानीं बुद्ध्यर्थकदातवः इति आरभ्य वयं पश्यामः। तत्र किं मीना भगिनी आरम्भं करोतु। बुद्ध्यर्थकदातवः पित्रा मानवकः धर्मं बोध्यते, अथवा पित्रा मानवकं धर्मः बोध्यते। अण्यन्तवस्थायां वाक्यमस्ति मानवकेन धर्मं, मानवकेन धर्मं बुध्यते। मानवकेन धर्मः बुध्यते अण्यन्तवस्थायां। बुद्धिति बुद्ध्यर्थकदातोः प्रयोगे अस्माकं विवक्षानुकूलं लकारेण प्रयोज्य कर्म प्रधानकर्म उक्तं भवति चेत् गौणकर्मम् उक्तं भवति, नो चेत् गौणकर्मम् उक्तं भवति। प्रधानकर्म अथवा गौणकर्म उक्तं भवति। यदा प्रयोज्यकर्म उक्तं भवति तदा बोध्यते इत्यत्र ते इति तिङ्प्रत्ययेन प्रयोज्यकर्म मानवकः प्रथमाविभक्तिः प्राप्यते। बुध्यते इति तिङ्प्रत्ययेन अस्ति तत्र, तस्मात् मानवकः प्रथमाविभक्ति अभिहिते प्रथमाव इत्यनेन। गौणकर्म धर्म अनभिहिते कर्मणि द्वितीया इत्यनेन द्वितीयां प्राप्नोति। अतः वाक्यं भवति पित्रा मानवकः धर्मं बोध्यते इति तिङ्प्रत्ययेन गौणकर्म उक्तं। तर्हि गौणकर्म धर्मस्य प्रथमा, भगिनी यत् पठितं तद् वदतु एकवारम्। अत्र पित्रा मानवकः धर्मं बोध्यते अथवा पित्रा मानवकं धर्मं बोध्यते। बुद्धिति दातु तत्र बुद्ध्यर्थक सम्यक्तया पठतु, सम्यक्तया पठतु, सम्यक् न पठितं, पठतु। अण्यन्तावस्थायां न वाक्यद्वयं यद् उक्तवती तत् पुनः वदतु. पित्रा मानवकः धर्मं बोध्यते, तत्र न उचितं वा? बोध्यते मानवकं, मानवकं धर्मं बोध्यते इति उक्तम्. द्वितीयवाक्यं पित्रा मानवकः धर्मं बोध्यते अथवा पित्रा मानवकं धर्मः बोध्यते, तत्र बुद्धिधातु इति बुद्ध्यर्थकधातुः कर्मणि प्रयोगे अत्र तत्र बुध्यते इति तिङ् प्रत्ययेन उक्तं मानवकः इति उक्तं भवति, तस्मात् मानवकः प्रथमा विभक्ति भवति. आन्यन्त अवस्थायां वक्तव्यं वा? मानवकः धर्मं बोधति इति अस्ति तत्र, तत्र बोध्यते. अन्यन्तवस्थायां वाक्यं सम्यक्तया वदतु. मानवकः धर्मं कर्त्री प्रयोगे वा? बोधति, बोधति कर्तरी नास्ति, कर्मणि, कर्मणि इति प्रसङ्गः खलु. कर्मणि मानवकेन, मानवकेन मानवकेन धर्मः बुध्यते, मानवकेन धर्मः बुध्यते कर्मणि प्रयोगे अस्ति. बुध्यते किल, बुध्यते अत्र पित्रा मानवकः धर्मं बोध्यते, तत्र प्रयोज्यकर्म मानवकः इति तत्र उक्तं तिङ् प्रत्ययेन उक्तं भवति, तस्मात् मानवकः इति प्रथमा विभक्ति भवति, अथवा अन्यरूपम् अस्ति तत् पित्रा मानवकं धर्मं बोध्यते, अत्र गौणकर्म अत्र उक्तं भवति. किम् उक्तं भवति? धर्मः कः धर्मः बोध्यते तस्मात् धर्मः इति यदि यदि उक्तं. भगिनि भगिनि, अत्र अस्मिन् परिच्छेदे किम् उक्तमस्ति तदेव वदतु. इदानीं प्रथमतया अण्यन्तवस्थायां किम् अस्ति वाक्यम्, ण्यन्तवस्थायां किं तिङ् प्रत्ययेन किम् उक्तमस्ति, किम् अनुक्तमस्ति, अनुक्तं चेत् किं, तत्र का विभक्तिः इति तत्सर्वं वक्तव्यं. पुनः वदतु. अण्यन्तवस्थायां मानवकः धर्मं बोधति कर्मणि, मानवकेन धर्मः बुध्यते तत्र बुध्यते तिङ् प्रत्ययेन धर्मः धर्मः इति उक्तमस्ति, तस्मात् धर्मः प्रथमा विभक्ति. ण्यन्ते अवस्थायां पित्रा मानवकः धर्मं बोध्यते, तत्र प्रयोजकर्ता धर्मं तत्र द्वितीया प्रथमा प्रयोजकर्ता मानवकः, मानवकस्य कर्मसंज्ञा केन सूत्रेण? मानवकस्य कर्मसंज्ञा गतिबुद्धि प्रत्यवसानार्थशब्दकर्म कर्मकाणाम् अनिकर्ता सनौ इति सूत्रेण बुद्ध्यर्थः धातुः अस्ति, तस्मात् कर्मसंज्ञा भवति. तर्हि अत्र कर्मद्वयमस्ति वा? अत्र कर्मद्वयं नास्ति. नास्ति वा? इदानीं पश्यतु, एकवारं वदामि, इदानीं मानवकेन धर्मः बुध्यते इति वाक्यमस्ति. अस्मिन् वाक्ये कर्मपदं किम्? धर्मः. धर्मः इति कर्मः, तत्र बुद्ध बुद्धधातोः कर्म अस्ति, शुद्धकर्म अस्ति धर्मः इति अन्यन्तवस्थायाम्. इदानीं बुद्धधातुतः णिच् प्रत्ययं योजयामः चेत् बोधयति इति रूपं लभ्यते कर्तरीप्रयोगे. तस्यैव कर्मणि प्रयोगे रूपमस्ति बोध्यते इति रूपम्. इदानीं बोध्यते इति रूपम् इत्यत्र तिङ् प्रत्ययः यत्र अस्ति तत्र इदानीं कश्चन प्रयोजककर्ता अस्ति. अत्र पिता एव प्रयोजककर्ता. तर्हि पिता तत्र माणवकं प्रेरयति, माणवकं प्रेरयति, तेन माणवकः धर्मः बुध्यते. तर्हि इदानीं पिता इति तत्र कर्ता अस्ति, प्रयोजककर्ता. बोध्यते इति तिङ् प्रत्ययः कर्मार्थे अस्ति, अतः पिता अनुक्तः. तर्हि पितुः अनुक्तकर्तरी तृतीयाविभक्तिः भवति, अतः पित्रा इति जातम्. तर्हि इदानीम् अस्मिन् वाक्ये कर्मद्वयं वर्तते. शुद्धकर्म अस्ति धर्मः, धर्मः इति शुद्धकर्म. इदानीं माणवक इत्यस्यापि कर्मसंज्ञा अस्ति, प्रयोज्यकर्ता अस्ति माणवकः, तस्यापि कर्मसंज्ञा भवति. यथा भवती उक्तवती, गतिबुद्धिप्रत्यवसानार्थशब्दकर्म कर्मकाणामणिकर्ता सणौ इत्यनेन माणवकः इत्यस्यापि कर्मसंज्ञा अस्ति. इदानीम् अत्र कर्मद्वयमस्ति, माणवकः इति प्रधानकर्म, धर्मः इति गौणकर्म. इदानीं कर्मद्वयमस्ति, कर्मणि प्रयोगः अस्ति. तर्हि कर्मणि प्रयोगे यः प्रत्ययः, तेन प्रत्ययेन किम् उक्तमस्ति, माणवकः उक्तं वा धर्मः उक्तं वा इति प्रश्ने कारिकायाः प्रयोगः. बुद्धधातुः अस्ति इति कृत्वा माणवकः अपि उक्तं भवितुमर्हति, धर्मः अपि उक्तं भवितुमर्हति, अस्माकं विवक्षानुगुणम्. तर्हि इदानीम् अत्र धर्मः एव उक्तम् इति चिन्तयामः, शुद्धकर्म उक्तम् इति चिन्तयामः. बोध्यते इति तिङ् प्रत्ययेन धर्मः उक्तः इति चेत् धर्मः इत्यस्य प्रथमाविभक्तिः, अतः धर्मः बोध्यते. तर्हि माणवक इति अपि कर्म अस्ति, तस्य का विभक्तिः इति चेत् अनुक्तकर्मणि, तत्र द्वितीयाविभक्तिः भवति. अतः माणवकं धर्मः बोध्यते. कर्तुः तु तृतीयाविभक्तिः एव कर्मणि प्रयोगे, अतः पित्रा माणवकं धर्मः बोध्यते इति वाक्यं भवति, यतोहि शुद्धकर्म तिङ् प्रत्ययेन उक्तम्. इदानीं तदेव वाक्यम् इदानीम् अवगतं वा? अवगतं. समीचीनं. तर्हि इदानीम् अत्र वैकल्पिकं किम् इति वयं पश्यामः. तत्र सूर्यकुमारी भगिनी अग्रिमवाक्यद्वयं पठित्वा वदतु भगिनि. यदि तिङ्प्रत्ययेन गौणकर्म उक्तं तर्हि गौणकर्मणः धर्मस्य प्रथमा भवति उक्तत्वात्, प्रयोज्यकर्म अनुक्तत्वात् तस्य कर्मणि द्वितीया, इत्यनेन द्वितीया भवति. अतः वाक्यं भवति पित्रा मानवकं धर्मः बोध्यते. तत्र उक्तम् अनुक्तम् इति चर्चा, यत्र कर्म उक्तं चेत् तत् प्रथमा भवति कर्मणि प्रयोगे. यत्र अनुक्तं भवति तत्र प्रयोजकर्ता कर्मपदं भवति, द्वितीया भवति, क्षम्यतां, द्वितीया भवति. उक्तम् अनुक्तम् इति प्रथमा चर्चा भगिनि. अत्र विकल्पः कः? इदानीं तत्र आदौ तत्र शुद्धकर्म उक्तम् इति उक्तम्, इदानीं तत्र प्रधानकर्म उक्तं भवति, तर्हि वाक्यं कथं भवति? पित्रा मानवकः धर्मं बोध्यते. न, पुनः वदतु. शुद्धकर्म प्रयोजक मानवकः अस्ति चेत् तत् प्रथमं भवति. अनुक्तं द्वितीया भवति. तर्हि अत्र विमोक्षया बुद्ध्यार्थकः अस्ति चेत् अस्माकं विवक्षा उपयुज्य मानवकः अपि अनुक्तं भवति चेत् पित्रा मानवकं धर्मः बोध्यते इति सत्यम्। अतः तत्र मानवकः धर्मं बोध्यते इत्यपि शुद्धं वाक्यं, मानवकं धर्मः बोध्यते इत्यपि शुद्धं वाक्यम् इति विकल्पद्वयं सम्भवति बुद्धिधातुः बुद्ध्यर्थकानां वक्षणार्थकानां शब्दकर्मकाणां। सर्वैः बुद्धं वा? तर्हि इदानीं भक्षार्थकदातवः शोभाभगिनी पठतु। आं भगिनि, भक्षार्थकदातवः श्रीहरिणा देवाः अमृतम् आश्यन्ते अथवा श्रीहरिणा देवान् अमृतम् आश्यते इति। इदानीं तत्र भक्षार्थकधातुः अश् अश्नाति इति तत्र कर्तरिप्रयोगे, यतोहि तत्र वार्तिके बुद्धिभक्षार्थयोः शब्दकर्मणां च निज इच्छया इति दत्तमस्ति इति कृत्वा वैकल्पिकप्रयोगः भवति भक्षार्थकधातूनां कृते अपि। श्रीहरिणा देवाः अमृतम् आश्यन्ते इति प्रयोगे आश्यन्ते इति ते इति प्रत्ययेन उक्त प्रयोज्यकर्ता देवाः, तत्र देवाः अमृतम् अश्नन्ति इति देवाः आश्यन्ते कर्मणि प्रयोगे वदतु, ण्यन्तवस्वायं कर्मणि प्रयोगे वाक्यम्। श्रीहरिणा तत्र अयं वाक्यम् इदं वाक्यं कर्मणि प्रयोगे अस्ति खलु, श्रीहरिणा देवाः अमृतम् आश्यन्ते इति। अत्र ण्यन्तवस्थायाम् अस्ति खलु, अण्यन्तवस्थायाम्। अण्यन्त अस्तु अस्तु, हा श्रीहरिः अण्यन्तावस्थायां कर्मणि प्रयोगः। श्रीहरिः श्रीहरिणा देवाः न न अण्यन्तावस्थायाम् इति वदति चेत् अत्र प्रयोजककर्ता न भवति खलु। क्षम्यतां, देवाः अमृतम् अश्नन्ति इति भवति अण्यन्तावस्थायाम्। इदानीं श्रीहरिः देवान् अमृतं कर्तरिप्रयोगे उक्तं भवति, कर्मणि प्रयोगे हा श्री देवैः कुत्र कर्मणि भगिनि, क्षम्यतां, न अन्यन्तावस्थायां भवती किम् उक्तवती, देवाः अमृतम् अश्नन्ति इति उक्तवती कर्तरिप्रयोगे, कर्तरिप्रयोगे तदेव देवैः देवैः अमृतम् अमृतम् इति किं भवति तत्र किं भवति अमृतम् अश्यते भवति वा भगिनि, अमृतम् अश्यते तत्र अशित्यस्य धातोः कृते किञ्चित् देवैः अमृतम् अश्यते कर्मणि। इदानीं प्रयोजककर्ता श्रीहरिः इति, श्रीहरिणा देवाः अमृतम् आश्यन्ते इति एकस्मिन् पक्षे भवति, तत्र उक्त किं तत्र देवाः आश्यन्ते ते इति प्रत्ययेन देवाः इति प्रयोजककर्तारः अथवा प्रयोज्यकर्म उक्तं भवति, अतः देवाः इति प्रथमविभक्ति प्राप्नोति। अन्यस्मिन् पक्षे अमृतमित्यस्य का विभक्तिः, अमृतमित्यस्य अमृतं तत्र देवाः अमृतं तत्रापि गौणकर्म भवति, कर्मद्वयं भवति, देवाः इति प्रधानकर्म भवति, अमृतम् इति गौणकर्म भवति. प्रधानकर्मणः प्रथमविभक्तिः इति भवत्या उक्तं, गौणकर्मणः का विभक्तिः? द्वितीयविभक्तिः. क्षमताम्. श्री देवाः इति प्रधानकर्म तस्य प्रथमविभक्तिः भवति, गौणकर्मस्य द्वितीया. अन्यस्मिन् पक्षे हा गौणकर्मणः द्वितीया भवति. अथवा श्रीहरिणा देवान् अमृतम् आश्यते इति प्रयोगे, वैकल्पिकप्रयोगे, इदानीं तत्र देवान् इदानीं विवक्षा अस्ति देवान् आश्यते अमृतम्. अमृतम् इत्यस्य प्रधानकर्म भवेत् इति, अतः अमृतम् प्रधानकर्म नामकरणं न परिवर्त्यते, केवलं तत्र गौणकर्मणः तिङ् प्रत्ययेन उक्तम्. आश्यते इत्यनेन अमृतम् इति उक्तं भवति. तर्हि उक्त कर्म अमृतम् इति अस्ति, तत्र प्रथमविभक्तिः भवति. देवान् इति इदानीं द्वितीयविभक्तिं स्वीकरोति. श्रीहरिणा देवान् अमृतम् आश्यते इति. सम्यक्. तर्हि देवान् इत्यस्य कर्मत्वं कथं लब्धं? तत्र देवाः देवान् इत्यत्र कर्मत्वं कथं लब्धम्? कर्मत्वं कथं लब्धं तत्र इत्युक्ते, तत्र यतोहि वार्तिकेन एतेषां धातूनां प्रयोगद्वयं भवति इति कृत्वा प्रायशः तद् उत्तरं नास्ति. न, कारिकया विभक्तिः का भवति इति उक्तम्. हा, कारिकया विभक्तिः तिङ् प्रत्ययेन किम् उक्तं भवति इति तावदेव उक्तं कारिकया. परन्तु प्रयोज्यकर्तुः कर्मत्वं कथं भवति? प्रयोज्यकर्तुः कर्मत्वं तत्र गतिबुद्धिप्रत्ययसानार्थ तावदेव. हा, शब्दकर्म कर्मकाणाम् अत्र कीदृशधातुः अस्ति? तत्र भक्ष इति भक् तत् प्रत्ययोसानार्थधातुः अस्ति. इति अतः तत्र प्रथमतया तत्र सर्व विभक्तिः का किम् उक्तं भवति इति सर्वं चिन्तनात् प्राक् किं वक्तव्यम् आदौ इति चेत्, प्रथम तत्र कथं वक्तव्यम् इति एकवारम् अहं वदामि, तथैव भवन्तः सर्वे अपि वदन्तु. प्रथमतया वाक्यम् अत्र कर्तरीप्रयोगः वा कर्मणीप्रयोगः वा इति प्रथमतया निर्मेतव्यम्. तदनन्तरम् अत्र अण्यन्तवसायं वाक्यं किम् इति सर्वदा चिन्तनीयम्. अण्यन्तवसायं वाक्यं किं, प्रयोज्यकर्ता कः इति सर्वदा स्पष्टता भवेत्. अनन्तरम् इदानीं ण्यन्तावस्थायां प्रयोजककर्ता कः इति अवगन्तव्यम्. तदनन्तरं धातुः कः, अत्र धातुः कः, इदानीम् अत्र धातुः अश् इति धातुः. तर्हि अश् इति धातुः गतिबुद्धि इति सूत्रेण तस्य विवरणम् अस्ति वा इति सर्वदा ज्ञातव्यम्. तर्हि अश् धातुः प्रत्यवसानार्थकः, अतः तत्र प्रयोज्यकर्तुः कर्मत्वं भवति इति अपि निर्णेतव्यम्. इदानीं कर्मत्वं भवति, तदानीम् इदानीं तत्र कारिकायाः प्रयोगः अत्र कथं भवति इति चिन्तनीयं. तर्हि अश् धातुः प्रत्यवसानार्थकः अस्ति, अतः साक्षात् कारिकया उक्तम् अस्ति बुद्ध्यर्थकः भक्षार्थकः इति. अतः अत्र वैकल्पिकं भवति, प्रयोज्यकर्म उक्तं भवति नो चेत् गौणकर्म उक्तं भवति इति. एवं रीत्या तत्र प्रथमतया अण्यन्तवस्थायां वाक्यं किं, कर्मणि प्रयोगस्य प्रसङ्गः अस्ति चेत् कर्मणि प्रयोगे एव वक्तव्यं, कर्तरिप्रयोगे वदनस्य आवश्यकता नास्ति. कर्मणि प्रयोगे अण्यन्तवस्थायां वाक्यं किम् इति प्रथमसोपानं. द्वितीयसोपाने धातुः कः, प्रयोजकर्तुः कर्मत्वं भवति वा इति प्रथमतया प्रथमः प्रश्नः. कर्मत्वं भवति चेत् केन भवति? इदानीं प्रयोजकर्तुः कर्मत्वम् अस्ति, अतः प्रयोजकर्ता अत्र प्रयोज्यकर्म इति जातम्. तर्हि इदानीं प्रयोजकर्म धातुः कः, तदनुगुणे अनुगुणेन तत्र कस्य प्रथमविभक्तिः इति निर्णयः इति तावत् सर्वं वक्तव्यम्. बुद्धं वा? आं भगिनि. कर्तरि अण्यन्त ण्यन्त प्रयोज्य तत् इत्युक्ते तत्र गतिबुद्धिः इत्यनेन तत् सर्वत्र आगच्छति खलु, तेन कर्मपदं भवति सर्वत्र इति एतेषां सर्वत्र नास्ति इत्युक्ते ये धातवः इत्युक्ते मम उदाहरणेषु एते एव धातवः इति नास्ति खलु, कदाचित् अहं लिक् इति धातुं स्थापयामि तदानीं लिक् धातुः गतिबुद्ध्यर्थ गतिबुद्धिप्रत्यवसानार्थकः अस्ति वा? नास्ति, किन्तु ये धातवः तस्मिन् उक्ताः सन्ति तेषां तु प्रथमं गतिबुद्धिप्रत्यवसानार्थ इत्यनेन कर्मपदं भवितुमर्हति, नो चेत् वार्तिकैः भवति किन्तु केचन वार्तिकाणि सन्ति तत्र तैः कुत्रचित् न भवति इति, अपि च तदनन्तरम् इत्युक्ते कारिकायाः प्रसङ्गः कदा भवति? यदा कर्मत्वं लब्धं, प्रयोज्यकर्तुः यदा कर्मत्वं लब्धं तदानीमेव कारिकायाः प्रसङ्गः, नो चेत् कारिकायाः प्रसङ्गः एव नास्ति. नास्ति, हा, कर्मत्वं प्रथमं प्राप्नुवन्ति ते धातवः, किन्तु निषेधः भवति तेषां. हा, यदा कर्मत्वं भवति तदानीं तत्र तिङ् प्रत्ययेन किं कर्म उक्तं भवति इत्येव कारिकायाः विवरणं, प्रयोज्य कर्म उक्तं वा न वा इत्येव विवरणमस्ति कारिकया. अतः प्रथमतया कर्मत्वं भवति वा इति निर्णेतव्यं, प्रयोज्यकर्तुः कर्मत्वम् अस्ति वा न वा इति निर्णेतव्यं, तदनुगुणं तत्र कारिकायाः प्रयोगेन कस्य किम् अत्र तिङ् प्रत्ययेन उक्तं भवति इति निर्णयः भवति. अस्तु, सम्यक्. तर्हि अग्रिम उदाहरणं वयं पश्यामः. प्रकः, अस्तु, अरुणा भगिनी वक्तुमिच्छति वा? आं भगिनि. मात्रा मानवकः ओदनं भोज्यते अथवा मात्रा मानवकम् ओदनः भोज्यते. अत्र भोज्यते, अत्र मानवकः ओदनं भोज्यते इति निजन्त कर्मणि प्रयोगे अस्ति, धातु अस्ति भुज् धातु. प्रथमं कर्मणि प्रयोगे सामान्यवाक्यमस्ति मानवकेन ओदनं भोज्यते. सम्यक् अस्ति कर्मणि प्रयोग? पुनः वदतु. मानवकेन ओदनः भोज्यते. भोज्यते इति तत्र ण्यन्तवस्थायामस्ति वा अण्यन्तवस्थायामस्ति? क्षम्यताम्, उच्यते. उत्तमं. मानवकेन ओदनः भुज्यते इति वाक्यं कर्मणि. इदानीं अन्यन्तरूपम् अस्ति, अन्यन्तरूपमस्ति मात्रा मानवकः ओदनं भोज्यते. अत्र भोज्यते इति धातु रूपं मानवकः गतिबुद्धि प्रत्यवसान शब्दकर्म कर्माणाम् अनेकर्तासनम् इति सूत्रेण कर्मसंज्ञा भवति उक्तमस्ति. ततः मात्रा मानवकः ओदनं भोज्यते इति प्रथमवाक्यमस्ति. अनुक्तम् उक्तमस्ति चेत् मात्रा मानवकम् ओदनः भोज्यते इति रूपमपि भवितुमर्हति. अत्र यथा पूर्वं दृष्टं तथैव अत्र मानवकः इति प्रयोज्यकर्म, ओदनः इति शुद्धकर्म. तर्हि अत्र भुज् धातुः प्रत्यवसानार्थकः, अतः एव प्रयोज्यकर्तुः कर्मत्वम् अस्ति. तर्हि इदानीं कारिकायाः प्रयोगेन अत्र प्रत्यवसानार्थकधातुः चेत् तत्र प्रयोज्यकर्म इत्यपि उक्तं भवितुमर्हति, नो चेत् शुद्धकर्म इत्यपि उक्तं भवितुमर्हति विवक्षानुगुणं. यदि प्रयोज्यकर्म उक्तं तदानीं मानवकः इति तस्य प्रथमविभक्तिः, तर्हि शुद्धकर्म ओदनम् इति अनुक्तम् इति कृत्वा द्वितीयविभक्तिः इति एकं वाक्यं. विकल्पेन प्रयोज्यकर्म इदानीम् अनुक्तं तिङ् प्रत्ययेन, अतः प्रयोज्यकर्मणः द्वितीयविभक्तिः माणवकम् इति शुद्धकर्म ओदनः उक्तमस्ति तिङ् प्रत्ययेन इति कृत्वा तस्य प्रथमविभक्तिः ओदनः इति वाक्यद्वयं सम्भवति, द्वयमपि शुद्धम्. धन्यवादः. अस्तु, धन्यवादः भगिनी. इदानीम् अग्रे शब्दकर्मकदातवः इति, तत्र विजयलक्ष्मी भगिनी वदतु. आं भगिनि, शब्दकर्मकधातवः श्रीहरिणा विधिः वेदम् अध्याप्यते उत श्रीहरिणा विधिं वेदः अध्याप्यते. अत्र अध्याप्यते अध्ययनम् इत्यस्य धातुः अध्याप्यते इत्यस्य धातुः कः भगिनि? अधिपूर्वकः इङ् धातुः. अधिपूर्वकः इण् धातु वा? इङ् न, इण् इति इन् गतौ, इङ् इण् गतौ इङ् अध्ययने इति चिन्तयामि. मकारः अत्र इङ् अध्ययने. अस्तु, अत्र इङ् अध्ययने इति धातोः कर्म शब्दम् अस्ति, अतः गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकाणाम् अणिकर्तासणौ इत्यनेन सूत्रेण अत्र प्रयोज्यं क्षम्यतां, तत्र इङ् अध्ययने इति धातुः किम् इति उक्तम्? अधि उपसर्गपूर्वकः इङ् धातुतः अधीते इति भवति. अधीते इति धातोः शब्द एव कर्म भवति, वेदम् इति शब्द एव कर्म अस्ति इति कृत्वा दीर्घसूत्रेण अणिकर्तासणौ किं गतिबुद्धिप्रत्यवसानार्थ शब्दकर्म अकर्मकाणाम् अणिकर्तासणौ इति सूत्रेण इङ् धातोः शब्दकर्मकः इति वक्तुं शब्दकर्मकः भवति. अतः अत्र कर्मणि प्रयोगे शब्दकर्मकः इति कथं तत्र निर्णीतम्? वेदम् इति शब्दः कर्म अस्ति खलु, वेद. सत्यम्. अतः तस्य धातोः कर्म एव शब्दः अस्ति इति कृत्वा दीर्घसूत्रेण प्रयोज्यकर्तुः कर्मत्वं कर्मसंज्ञा प्राप्नोति. अतः अस्य स्थित्याम् अस्मिन् स्थित्यां कारिका द्रष्टव्यं भवति. किं भगिनि? कारिका अस्यां स्थित्यां कारिका द्रष्टव्यं भवति. कारिकया वयं वक्तुं शक्नुमः अत्र शब्दकर्मकधातु अस्ति इति कृत्वा विकल्पेन रूपद्वयमपि भवति इति. अत्र कर्मणि प्रयोगे विधिना वेदः अधीते किं भवति भगिनि? अधीयते विधिना वेदः अधीयते इति कर्मणि प्रयोगे भवति. तत्र अन्यन्तावस्थायां श्रीहरिणा विधिः वेदम् अध्याप्यते इत्यत्र धातुतः विधिः उक्तम् अस्ति इति कृत्वा विधेः प्रथमा विभक्ति भवति वेदम् इति तु शुद्धकर्म अस्ति इति कृत्वा तस्य द्वितीयविभक्ति भवति. विकल्पेन श्रीहरिणा विधिं वेदः अध्याप्यते इत्यत्र शुद्धकर्मणः उक्तम् अस्ति अध्याप्यते इति धातुतः, अतः वेदः इत्यस्य प्रथमा विभक्ति अभिहिते द्वितीया भवति, सारि अभिहिते प्रथमा भवति, अतः वेदः इति प्रथमा विभक्ति अत्र प्रयोज्य कर्मः द्वितीया विभक्त्यां भवति विधिम् इति, अतः श्रीहरिणा विधिं वेदः अध्याप्यते इति सिद्ध्यति. सम्यक्, समीचीनं, धन्यवादः भगिनि. इदानीं धन्यवादः. विजया भगिनी अग्रे वदति वा? नमस्ते भगिनि, अस्मि भगिनि. नमस्कारः भगिनि. भगिनि प्रश्नः अस्ति, तत्र अध्याप्यते इति रूपम् अधियोगः अध्यापि इति निजन्तरूपं भवति, तदनन्तरं निच् प्रयोगः भवति वा? कथं रूपं कथं भवति अध्याप्यते इति रूपं कथं भवति? कर्तरिप्रयोगरूपं किमस्ति? अध्यापि इति भवति नूतनधातु, निजन्तधातु, अध्यापि योगः शप्योगः ते इति भवति. अध्यापि न भवति, अधीते, अधी न, तत्र तु अधीयते इति सामान्यकर्मणि कर्मणि प्रयोगे किल, अधीयते इति भवति. निजन्तवाक्ये तु अध्यापि इति नूतनधातु भवति, अध्यापि योगः शप्योगः इति तत्र तु अध्यापि योगः शप्योग अध्याप्यते इति सत्यं भवति. अध्यापयति इति अस्ति खलु, तत्र ई धातुः अधि उपसर्गपूर्वकः ई धातुः, ई योगः णिच् सत्यं, ई योगः णिच् तत्र अचोयणिति इत्यनेन ऐ भवति, ऐ योगः णिच् तत्र ऐकारस्य आत्वं भवति. तत्र एकं सूत्रमस्ति क्रिङ्जीनां नौ इत्यनेन आत्वं भवति, अतः आयोगः णिच् आ इति अस्ति इति कृत्वा पुगागमः भवति, अर्ति ह्रीव्लीरीक्नुयी श्मायातं नौ इत्यनेन पुगागमः, अतः आपि इति धातुः नूतनधातुः, आपि आपयति इति रूपम्. इदानीम् अधि उपसर्गपूर्वकः अस्ति इति कृत्वा अध्यापयति सन्धिं कृत्वा, अधियोगः आपयति यण् सन्धिं कृत्वा अध्यापयति. अस्तु भगिनि, धन्यवादः, तत् सूत्रं विस्मृतं क्लीं, तत् सूत्रं पश्यामि. धन्यवादः. अस्तु विजया भगिनी. नमस्कारः महोदय. नमस्कारः. अत्र पित्रा मानवकाः श्लोकं श्राव्यन्ते उत पित्रा मानवकान् श्लोकः श्राव्यते? अत्र पित्रा इति पित्रा मानवकाः श्लोकं श्राव्यन्ते इति ण्यन्त अवस्थायाम् अस्ति खलु महोदय? अत्र ण्यन्त अवस्थायाम् आमाम् भवति इति वदतु. अत्र अन्यन्त अवस्थायां पिता पिता मानवकाः न भगिनि, अन्यन्तवस्थायां पिता इति वदति चेत् तदानीं मया अवगम्यते अत्र विषयः न अवबुद्धः इति. न अवबुद्धमिति. अस्तु महोदय. पित्रा पित्रा पिता पिता इति कः कः सः प्रयोजककर्ता वा प्रयोजकर्ता वा? प्रयोजककर्ता, मानवकाः प्रयोज्यकर्ता, यत्र तत्र द्वितीय मानवकान् इति. तर्हि अन्यन्तवस्थायां प्रयोजककर्ता भवति वा? अन्यन्तवस्थायां प्रयोजककर्ता नास्ति, प्रयोजक प्रयोज्य अन्यन्त अवस्थायां अन्यन्त अवस्थायां नास्ति खलु. हा, तर्हि वाक्यं कथं भवति? अत्र अत्र मानवकाः श्लोकं श्राव्यन्ते अन्यन्तवस्थायाम् अन्यन्तवस्थायां कर्मणि प्रयोगे वा कर्तरिप्रयोगे कथं भवति वाक्यमिति प्रथमतया वदतु। मानवकाः न मानवकाः श्लोकं श्राव्यते, श्लोकः श्राव्यते। न श्राव्यते इति रूपं कीदृशरूपं? कर्तरि। न कीदृशरूपं? कर्मणि प्रयोगम् अस्ति खलु महोदय, श्राव्यते इति। निजन्तरूपं वा अनिजन्तरूपं वा? निजन्तरूपम्। तर्हि अन्यन्तवस्थायां किमर्थं निजन्तरूपस्य प्रयोगः, किमर्थं श्राव्यते इति वदति? मानवकाः श्लोकं श्राव्यते इति वदति, तत्र श्राव्यते इति कर्मणि प्रयोगे अस्ति खलु, निजन्तवाक्यमस्ति तद्। इदानीम् अन्यन्तवस्थायां यत्र निच् प्रत्ययः नास्ति तदानीं किं भवति वाक्यं, कर्तरिप्रयोगे कथं भवति इति प्रथमतया वदतु। मानवकाः श्लोकम् इति तावद् उक्तवती, तत् समीचीनम्। इदानीं तत्र क्रियापदं किं भवेत्? श्राव्यते, श्राव्यन्ते न श्राव्यन्ते इति तु निजन्तप्रयोगः अस्ति खलु, धातुः कः अत्र? धातुः श्रुधातु। श्रुधातोः लटीरूपं किं भवति? श्रवति, शृणोति। शृणोति, शृणोति, आम् शृणोति। तर्हि वाक्यं किमस्ति, वाक्यं किमस्ति? मानवकाः श्लोकं, मानवकाः श्लोकं शृण्वन्ति इति अस्ति खलु कर्तरिप्रयोगे। इदानीं कर्मणि प्रयोगे तदेव वाक्यं कथं भवति? कर्मणि प्रयोगे मानवकेन, मानवकाः इति उक्तं खलु, मानवकाः, मानवकैः, मानवकैः श्लोकः, श्लोकः शृणोति, न मानवकैः तृतीया अस्ति, अतः मानवकैः श्लोकं, श्लोकः सम्यक् एव उक्तं, श्लोकः श्राव्यन्ते, श्रूयते, शृणोति इत्यस्य श्रूयते विभक्ति एकवचनं श्रूयते एव, मानवकैः श्लोकः श्रूयते इति श्लोकः श्रूयते। इदानीं यद्वाक्यमस्ति तद् वदतु, इदानीं एतावता यदुक्तं तद् अवगतवती वा? तृतीया विभक्ति मानवकैः श्लोकः श्रूयते इति कर्मणि पदम्। कर्मणि प्रयोगे सर्वदा नियमः कः? त्रीणि एकमेकं, कर्तृपदं तृतीया विभक्तौ, कर्मपदं प्रथमविभक्तौ, क्रियापदं कर्मपदम् अनुसृत्य खलु कार्यम्। आं महोदय, त्रीणि एकमेकं। यन्तवस्थायं कथमस्ति? ण्यन्त अवस्थायां प्रयोज न पित्रा खलु महोदय, पित्रा पित्रा पित्रा एकनिमिषं महोदय, पित्रा मानवकाः, मानवकाः श्लोकं न मानवक पित्रा मानवकाः श्लोकः, मानवकाः श्लोकः एतावता यदुक्तं तत्सर्वं समीचीनम्। इदानीं तत्र वदतु, इदानीं श्राव्यते इति तत्र कर्मणि निजन्तप्रयोगः अस्ति, तत्र इदानीं श्राव्यते इति अत्र यः धातुः अस्ति, श्रावि इति धातुः, तेन योगे प्रयोज्यकर्तुः कर्मत्वं भवति वा? अत्र प्रयोज्यकर्ता कः? मानवकः। सम्यक्, तर्हि तस्य कर्मत्वं कथं भवति? कर्मत्वं तत्र गतिभूति प्रत्यवस्थान इत्यनेन द्वितीया कर्मत्वं द्वितीय स्वीकृत्य कार्यं करोति कार्यकारणं कर्मत्वं कथं किमर्थं भवति गतिबुद्धिः इति सूत्रेण किमर्थं भवति कीदृशधातुः एतत् श्लोकविषये श्राव्यन्ते इति शब्दरूपेण अस्ति खलु महोदय अतः इति कृत्वा प्रयोज्यकर्तुः कर्मत्वं खलु प्राप्यते प्राप्तम् अत्र अस्ति प्राप्तिः अस्तु अतः तर्हि पित्रा मानवकाः श्लोकः अत्र श्लोकः श्राव्यन्ते इति भवति खलु महोदय न समीचीनं वा मानवकाः किं मानवकाः अत्र अत्र वाक्यं दत्तं खलु वाक्यद्वयं श्लोकं श्राव्यन्ते इति भवति प्रथमम् उत श्लोकं श्लोकम् अत्र कर्मपदं स्वीकृत्य अत्र द्वितीयविभक्ति शब्दकर्म इति अत्र बृहत्सूत्रेण श्लोकमिति कर्मं कर्मवाच्यं प्राप्तमस्ति अतः श्लोकमिति भवति न श्लोकमिति कर्मसंज्ञा केन सूत्रेण गतिबुद्धि इति अत्र शब्दकर्म इति न गतिबुद्धि इति सूत्रेण कस्य कर्मत्वं भवति शब्दकर्मत्वं भवति न गतिबुद्धि इति सूत्रेण कर्मत्वं कस्य विहितमस्ति शब्दकर्मकधातुः अस्ति चेत् कस्य कर्मत्वं विहितम् हानिकर्तुः प्रयोज्यकर्तुः खलु कर्मत्वं विहितम् न तु आं महोदय मानवकः एव सः एव प्रयोज्यकर्ता तस्य एव कर्मत्वं विहितमस्ति गतिबुद्धि इति सूत्रेण एतत् अनुसृत्य एव अत्र श्लोकमिति भवति खलु न एतदनुसृत्य इति नास्ति श्लोकमिति शुद्धकर्म अस्ति शुद्धकर्म तत्र अन्यन्तवस्थायां भवत्याः वाक्ये कथम् अस्ति मानवकैः श्लोकः श्रूयते इति उक्तं खलु तत्र श्रूयते इत्यत्र श्रूधातोः कर्म अस्ति श्लोकः शुद्धकर्म अस्ति अतः अत्र परिवर्तनं नास्ति वा शुद्धकर्म अस्ति तर्हि किं प्रयोज्यकर्म किं शुद्धकर्म इति प्रथमतया अवगन्तव्यं तदानीं तत्र कारिकायाः प्रयोगेन यत् कारिकापूर्वं तत्र पूर्वम् अस्माभिः दृष्टं खलु तदाधारेण अत्र धातुः शब्दकर्मकः श्रावी इति धातुः शब्दकर्मकः अस्ति इति कृत्वा प्रयोज्यकर्तुः प्रथमाविभक्तिः भवति नो चेत् शुद्धकर्मणः प्रथमाविभक्तिः भवति विकल्पेन प्रयोज्यकर्मणः प्रथमाविभक्तिः चेत् शुद्धकर्मणः द्वितीयविभक्तिः अतः श्लोकं मानवकाः श्लोकं श्राव्यन्ते इति वाक्यं यदि तत्र श्लोकः इति उक्तं चेत् श्राव्यते इति श्लोकः उक्तः चेत् श्लोकः इत्यस्य प्रथमाविभक्तिः मानवकम् इत्यस्य द्वितीयविभक्तिः अतः मानवकान् इति भवति अस्तु अस्तु महोदय अत्र आगतं खलु अहं शृणोमि किञ्चित् अवगन्तव्यं वर्गात् प्राक् अवगन्तव्यम् अस्तु समीचीनं तर्हि इदानीं वंशविज्ञाने वदति वा आं भगिनि अवशिष्टधातवः तस्मात् एव किल आम् आम् हा अस्तु अवशिष्टधातवः अन्ये ये धातवः गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अणिकर्तासनौ रुकोरण्यतरस्यां च इति चेति सूत्रे उक्ताः तेषां नियमाः अस्तु अवशिष्ट हा अस्तु तत्र तु वयं दृष्टवन्तः तत्र बुद्ध्यर्थकः पक्ष भक्षणार्थकः शब्दकर्मकः धातवः ये सन्ति तेषां कथं प्रयोगः कति बुद्धिप्रत्ययस्थानार्थ इति सूत्रेण यथा द्वितीयविभक्ति प्राप्नोति कर्मणि प्रयोगे तेषां तत्र विकल्पेन प्रथमविभक्ति अपि भवितुमर्हति नो चेत् द्वितीयविभक्ति अपि भवितुमर्हति परन्तु अन्येषां धातवः अन्ये धातवः ये सन्ति गत्यर्थकधातवः बुद्ध्यर्थकधातवः नो चेत् न क्षम्यता गत्यर्थकधातवः नो चेत् अकर्मकाणां तावदेव न बुद्धि प्रत्यवसानार्थशब्दकः अकर्मकाणां तेषां का गति इति एव तत्र पश्यामः बुद्ध्यर्थक धातून् भक्षार्थकधातून् शब्दकर्मकधातून् च विहाय अन्ये ये धातवः सन्ति यथा गत्यर्थकधातवः अकर्मकधातवः कृ तेषां तु लकारादिप्रत्ययेन प्रयोज्यकर्म एव उक्तः भवति अतः तेषाम् अभिहितत्वात् प्रथमा विभक्तिः एव भवति एतेषाम् अवशिष्टधातूनां योगे गौणकर्म द्वितीया विभक्ति एव भवति अनुक्तत्वात् अस्तु तत्र तु मध्ये ये त्रयः बुद्ध्यर्थकधातवः प्रत्यवसानार्थकधातवः शब्दकर्मधातवः इति वयं दृष्टवन्तः परन्तु अधुना तु गत्यर्थकधातवः अकर्मकधातवः अपि च कृ धातुद्वयं स्तः तेषामपि तत्र गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् इति सूत्रे प्रयोज्यकर्तुः कर्मत्वं प्राप्नोति अस्मिन् अस्यां स्थित्यां यदि कर्मणि प्रयोगे कुर्मः चेत् तत्र का परिस्थितिः इति एव पश्यामः तत्र उदाहरणं नीत्वा वदामि वा भगिनी तत्र आं कृपया यज्ञदत्तेन देवदत्तः मासम् आस्यते इति वाक्यमस्ति एतत्तु प्रथमं पश्यामः चेत् कर्मणि प्रयोगे अस्ति अतः तत्र अण्यन्तावस्थायां वाक्यं कीदृशः भवति इति चेत् देवदत्तः प्रयोज्यकर्तुः अस्ति अतः तत्र कर्मणि प्रयोगे तस्य तृतीयविभक्तिः भवति देवदत्तेन मासम् इति पुल्लिङ्गशब्दः अस्ति न भगिनि तत्र मासम् इति पुल्लिङ्गशब्दः मासः इति भवति देवदत्तेन मासः आस्यते आसीति धातु अन्यन्तावस्थायां वाक्यं किम् अस्ति इति वदतु एकवारं हा अन्यन्तावस्थायां कर्मणि प्रयोगे वाक्यं भवति देवदत्तेन मासः आस्यते इति एव भवति मासमिति नपुंसकलिङ्गं वा पुल्लिङ्गं जनमि तत्र मासः इति पुल्लिङ्गशब्दः एव इदानीं तत्र धातुः कः आस्थातु न आस्थातु भवति न आस्थातु आस्थातुः आस्थातुः तत्र कर्मणि प्रयोगे रूपं किम् आस्यते एव रूपं भवति न तत्र तर्हि वाक्यं किं भवति वाक्यं भवति देवदत्तेन मासः आस्यते इति अन्यन्तावस्थायां रूपं भवति अस्तु अन्यन्तावस्थाम् अस्यते न धातुः कः आस्तातुः खलु अन्यन्तावस्थायां तत्र आस्यते एव भवति आस्यते धातु तत्र तु गत्यर्थकधातुः नास्ति बुद्ध्यर्थकधातुः नास्ति प्रत्यवसानार्थधातुः नास्ति शब्दकर्म अपि नास्ति परन्तु अकर्मकः धातुः अस्ति अतः तत्र कतिबुद्धिप्रत्यवसानार्थ इति सूत्रेण प्रयोज्यकर्तुः द्वितीया विभक्ति प्राप्यते अतः तत्र यदि कथम् अकर्मकः इति वदति यतोहि तत्र कर्मपदं दृश्यते खलु मासः इति तत्र मूले तु तत्र आस्थातु मूले तु अकर्मकः धातुः अस्ति न यत्र मूले अकर्मकः धातु तेषामेव स्वीकरणं भवति न तत्र तेषां ओ काल देशकाल अस्तु अस्तु क्षम्यतां भगिनि हा देशकाल इति योगे अकर्मक धातुर्भियोगे तत्र अपि तत्र अकर्मकः धातु स्वीकरणं भवति इति तेन कारणे कर्मत्वं प्राप्नोति आस्थातु कर्मत्वं प्राप्नोति भगिनी पुनरेव वदतु प्लीस् ते तत्र सूत्रं किमस्ति देशकालकर्मकाणां वार्तिकमस्ति वार्तिकमस्ति न भवति, कृपया वदतु न, तत्र वार्तिकं विस्मरणं जातम्। अकर्मकधातुभिर्योगे देशकालो भावो गन्तव्य अथवा च कर्मसंज्ञकः इति वाच्यम्। धन्यवादः। तस्य तेन कारणेन तत्र आस्थातु कर्मत्वं प्राप्नोति, यतोहि तत्र मासम् इति कालं सूचयति, तत्र तेन कारणेन तत्र अकर्मकधातुभिर्योगे कालस्य अपि योगेन तत्र आस्थातु कर्मत्वं, मासमिति कर्म अभवितुमर्हति। अतः तत्र अधुना तु अधुना तु कर्मणि प्रयोगे देवदत्तः द्वितीयाविभक्ति प्राप्नोति, सामान्यतया द्वितीयाविभक्ति प्राप्नोति, परन्तु कर्मणि प्रयोगे प्रयोज्यकर्तुः एव तत्र प्रधानकर्म अस्ति, तेन कारणेन देवदत्तः एव प्रथमाविभक्ति प्राप्नोति। गौणकर्म मासं तु गौणकर्म अस्ति, तस्य तु द्वितीयाविभक्ति एव भवति। अतः वाक्यं किं भवति इत्युक्ते प्रयोजकर्ता प्रयोजककर्ता तु अनुक्तः अस्ति, अतः यज्ञदत्तेन देवदत्तः इति प्रधानकर्म भवति, प्रथमाविभक्ति प्राप्नोति। मासं तु अनुक्तकर्म गौणकर्म अस्ति, अतः तत्र मासम् इति द्वितीयविभक्ति आश्यते इति कर्मणि प्रयोगे। सम्यक्। अस्तु, इदानीं द्वितीयम् उदाहरणं तत्र किं विनयमहोदय वदति वा? आं भगिनि, इति उदाहरणमस्ति यज्ञदत्तेन देवदत्तः क्रोशं शाययते शाययते, अतः अत्र कर्मणि व्यवस्था अस्ति, ल्यन्त् अस्ति, देवदत्तः क्रोशं शायते, केवलम् एक मनसि चिन्तनं कर्तुमिच्छामि। तर्हि अत्र यदा देवदत्तः कर्मत्वं नास्ति तर्हि कारिका सम्बन्धः नास्ति, यदि अहं सम्यक् अवगच्छामि। अन्यन्तवस्थायां वाक्यं किं भवति इति वदतु एकवारम्। हा हा, अन्यन्त अवस्थायां देवदत्तः कर्ता क्रोशं अन्यन्त अवस्थां कर्मणि नास्ति, केवलं कर्मणि नास्ति, परन्तु देवदत्त क्रोशं धातु अस्ति, शी शी धातु अस्ति, शीङ् धातु अस्ति, शीङ् धातु कर्मकधातु अस्ति, अतः यदि अहं केवलं स्मरामि तर्हि शीयते अस्ति, शीयते क्षम्यतां, शेते शीयते नास्ति, शेते कर्तरिप्रयोगे शेते खलु, कर्मणि प्रयोगे कथं भवति? हा, कर्तरिप्रयोगे तु शेते देवदत्ता क्रोशं शेते, तदनन्तरं देवदत्तेन क्रोशः देवदत्तेन क्रोशः यदि शेते कर्त्री तर्हि क्षम्यता, तर्हि आत्मने अपि च य आयाति तर्हि शेते शी शय्यते शय्यते शय्यते शय्यते खलु भगिनि, अहं केवलं केवलं स्मरामि इति धातुः, तत्र आदेशः भवति शै इति आदेशः, आदेश कर्मणि अन्यन्तावस्थायां शय्यते इति भवति वा? आम् अस्तु, अयङ् ईक्मिति इति सूत्रेण अयङ् ईक्मिति इति सूत्रेण तत्र ऐ इति आदेशः भवति, शीङ् इति ईकारस्य ऐ आदेशः भवति, अतः शय्यते इति रूपम्। धन्यवादः। तर्हि अतः कारिकाधारेण केवलं यज्ञदत्तेन देवदत्ता तोषं शाययते शाययते तु वयं जानीमः कथं श्रीधातु रिच् आधारेण शाययते कथं भवति वयं जानीमः अतः अत्र अस्ति ऋयन्त अवस्था देवदत्तः प्रयोज्य कर्ता अस्ति क्रोशं क्रोशम् अत्र सूत्राधारेण आधारेण यत्र देश इत्यादि अहं न स्मरामि तर्हि एव क्रोशम् आयाति परन्तु अग्रे गच्छामि न न अत्र देवदत्तः इति प्रयोज्यकर्तुः कर्मत्वम् अस्ति वा नास्ति वा अस्ति चेत् केन सूत्रेण कर्मत्वम् अस्ति अत्र अवशिष्टव्यवस्था अस्ति अत्र कर्मत्वं तु न भवति कर्मत्वं भवति केवलं गतिबुद्धिप्रत्यवसानार्थ शब्दकर्म अकर्मकाणाम् अणिकर्तारणौ धातुमाधारेण तर्हि देवदत्तः इत्यस्य कर्मत्वम् अस्ति वा नास्ति वा न देवदत्तः तु कर्मत्वं नास्ति कर्मत्वं नास्ति वा कर्मत्वं नास्ति चेत् अत्र कर्तृत्वमेव भवति खलु तर्हि तृतीयविभक्तिः स्यात् तर्हि वाक्यम् अत्र दोषरूपेण उक्तं वा यदि कर्मत्वं नास्ति भगिनी उक्तवती सम्यक्तया कोऽपि चिन्ता नास्ति यदा कर्मत्वं न भवति तर्हि प्रयोज्यकर्ता अत्र तृतीयकोष्ठ अस्ति प्रयोजकर्ता तर्हि प्रयोजकर्ता तर्हि तृतीया भवति अपि च प्रधानप्रयोगकर्ता तृतीया भवति गौण प्रथमा भवति तर्हि अत्र अत्र अत्र वाक्यदोषरूपेण अस्ति वा प्रायः दोषरूपेण यदि यज्ञदैत्येन इति धातुः कीदृशः अस्ति गतिबुद्धिप्रत्यवसानार्थक इति सूत्रे नास्ति वा शीङ् धातोः ग्रहणं शीङ् धातु क्षम्यता शीङ् धातु अकर्मक धातु अस्ति अपि च गति आधारेण अस्ति गत्यार्थ अपि च अकर्मका नाचः धातवः तत्र भवन्ति अतः अत्र अतः अत्र सूत्रस्य आधारेण भवति अहं इदानीं दृष्टवान् अतः यत्र गतिः अस्ति या कर्मक अस्ति तर्हि केवलं प्रथमविभक्तिः भवति प्रथमविभक्तिः भवति प्रधान कर्माधारेण सर्वदा गौणकर्माधारेण द्वितीयः भवति सम्यक् समीचीनम् अस्तु महोदय धन्यवादः सम्यक् तर्हि इदानीम् अग्रे किं लक्ष्मीभगिनी वदतु आं भगिनि तृतीयः बिन्दुः देवदत्तेन यज्ञदत्तेन क्षम्यते यज्ञदत्तेन देवदत्तः ग्रामं गम्यते इति अस्ति कर्मणि प्रयोगः अस्ति अत्र अण्यन्तावस्थायां कर्मणि प्रयोगे वाक्यः भवति देवदत्तेन ग्रामः गम्यते अत्र गमधातु गत्यर्थकः धातुः अस्ति ग्रामः इति उक्तं शुद्धकर्म अस्ति देव अत्र केवलम् एकः एव कर्म अस्ति देवदत्तेन इति कर्ता अस्ति यत्र यज्ञदत्तेन देवदत्तः ग्रामं गम्यते इत्यत्र निजन्तावस्थायां कर्मणि प्रयोगः अस्ति अत्र गमधातु गम्य गत्यर्थकः अस्ति. अणिकर्तुः कर्मसंज्ञा प्राप्नोति गतिबुद्धिप्रत्यवसानात् शब्दकर्म कर्मकाणाम् अणिकर्ता सनौ इत्यनेन. तर्हि अत्र देव देवदत्तेन इति अणिकर्ता ण्यन्तावस्थायां प्रथम कर्म प्रयोज्यकर्म भवति तेन गम्यते इति तिङ् प्रत्ययेन उक्तः भवति तेन तस्य प्रथमा विभक्तिः च प्राप्यते. अतः यज्ञदत्तेन इति प्रयोज्यकर्ता प्रयोजककर्ता यज्ञदत्तेन इति भवति. देवदत्तः अणिकर्ता तस्य प्रथमा विभक्तिः भवति. पुनः ग्रामः इति ण्यन्तावस्थायां यत् कर्म आसीत् तस्य द्वितीया विभक्ति कर्मणि द्वितीय इत्यनेन भवति. गम्यते इति निजन्त धातुः भवति. देवदत्तः इत्यस्य कर्मत्वम् अस्ति वा? कर्मत्वम् अस्ति. कथम् कर्मत्वं तु गतिबुद्धिप्रतिवसानार्थ इति सूत्रेण एव कर्मत्वं भवति. इदानीम् अणिकर्ता देवदत्तः अस्ति, तस्य प्रथमा किं प्रधानकर्म अपि अस्ति तेन ते इति तिङ्प्रत्ययेन उक्तः अपि अस्ति तेन प्रथमविभक्तिः भवति. कर्मत्वमपि अस्ति, कर्म उक्तः अस्ति खलु. अस्तु, समीचीनं अस्तु, सम्यक्, धन्यवादः. तर्हि अग्रे शुभदा भगिनी. आं भगिनि, नमस्कारः. तत्र देवदत्तेन भृत्यः कटं कार्यते इति वाक्यम् अत्र अण्यन्तावस्थायां वाक्यं भवति भृत्यः कटं करोति इति. तस्य कर्मणि वाक्यं भवति भृत्येन भृत्येन कटं कार्यते. कटः वा कटं कटं कार्यते भृत्येन क्रियते. क्षम्यतां, कटः क्रियते कर्मणि भावकर्मणोः क्रियते इति भवति. भृत्येन कटः क्रियते. अधुना तस्य ण्यन्तावस्थायां वाक्यं भवति देवदत्तेन कृ इति धातुः. अत्र कृ इति धातुः रुक्रोरन्यतरस्याम् इति सूत्रमस्ति. तेन सूत्रेण प्रयोज्यकर्तुः विकल्पेन कर्मसंज्ञा भवति. अत्र कृ इति धातुः अस्ति. देवदत्तेन यस्मिन् पक्षे कृत प्रयोज्यकर्तुः कर्मसंज्ञा भवति तस्मिन् पक्षे लकारेण तिङ् प्रत्ययेन प्रयोज्यकर्तुः यत् अधुना प्रयोज्यकर्म अस्ति तत्तु उक्तमस्ति. अतः अभिहिते प्रथमा इत्यनेन प्रयोज्यकर्तुः प्रथमा भवति. अतः भृत्यः इति भवति. देवदत्तः इति ण्यन्तावस्थायां कर्मणि प्रयोगे तस्य तृतीया विभक्तिः एव. अतः देवदत्तेन इति भवति. देवदत्तेन भृत्यः गौणकर्म कटम् इति अस्ति, तस्य तु द्वितीया एव. अतः कटम् इति द्वितीया विभक्त्यां भवति. कृ इति धातोः ण्यन्तावस्थायां कर्मणि प्रयोगे कारि इति धातुः तस्य यक् प्रत्ययस्य योजनेन कार्यते इति भवति. अतः देवदत्तेन भृत्यः कटं कार्यते इति एकस्मिन् पक्षे कृ इति धातोः कृते एकस्मिन् पक्षे एतत् वाक्यं भवति. अन्यस्मिन् पक्षे अन्यस्मिन् पक्षे तत्र कर्मसंज्ञा न प्राप्नोति प्रयोज्यकर्ता इति कृत्वा तस्य तृतीया विभक्तिः एव. अतः देवदत्तेन भृत्येन कटं कार्यते इति भवति वा इति चिन्तनम्. किमर्थं कटं कटः क्षम्यतां कटः कार्यते इति. पुनः वदतु वाक्यं. देवदत्तेन सोरि देवदत्तेन भृत्येन कटः कार्यते. उत्तमम्. तत्र कृधातुः हृक्रोर् अन्यतरस्याम् इत्यनेन प्रयोज्यकर्तुः कर्मत्वं विकल्पेन भवति. यस्मिन् पक्षे कर्मत्वं भवति तदानीं देवदत्तेन भृत्यः कटं कार्यते इति वाक्यं. यस्मिन् पक्षे प्रयोज्यकर्तुः कर्मत्वं नास्ति, कर्मत्वं नास्ति चेत् कर्तृत्वमेव, कर्तृत्वम् अस्ति चेत् तृतीयविभक्तिः. अतः देवदत्तेन भृत्येन कार्यते इति तिङ् प्रत्ययेन शुद्धकर्म एव उक्तमस्ति. कटः इति उक्तम्, अतः देवदत्तेन भृत्येन कटः कार्यते इति वाक्यं भवति. अतः कर्मत्वं भवति वा न वा इति मुख्यविषयः अस्ति. कर्मत्वं भवति चेत् एकरीत्या वाक्यमस्ति, कर्मत्वं नास्ति चेत् भिन्नरीत्या अस्ति. अस्तु, सम्यक्. तर्हि इदानीम् अग्रे विजयलक्ष्मी भगिनी अग्रे पठतु. आं पठामि. गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्तासणौ हृक्रोर् अन्यतरस्यां चेति सूत्रे उक्तान् धातून् विहाय अन्येषां धातूनां विषये नियमः. बुद्ध्यर्थकधातून् भक्षार्थकधातून् शब्दकर्मकधातून् गत्यर्थकधातून् अकर्मकधातून् हृधातुं क्रुधातुं च विहाय अन्ये ये धातवः सन्ति तेषां तु लकारादिप्रत्ययेन अन्यन्तावस्थायां यत् कर्म अस्ति तदेव उक्तं भवति. अतः तत् कर्म अविहितम् इत्यतः तस्य प्रथमाविभक्तिः एव भवति. एतेषां धातूनां योगे प्रयोज्यकर्तुः तृतीयाविभक्तिः एव भवति अनुक्तत्वात्. स्मर्तव्यं यत् प्रयोज्यकर्ता कर्मसंज्ञां न प्राप्नोति एव केनापि सूत्रेण इति कृत्वा तस्य प्रथमाविभक्तिः अथवा द्वितीयाविभक्तिः नैव सम्भव सिद्ध्यति. गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्तासणौ इति सूत्रेण येषां धातूनां किम् अस्ति विषये अत्र उक्तमस्ति. अनन्तरं हृ धातुः अपि च कृ धातु अपि एतेषां धातूनां विहाय अन्ये ये धातवः सन्ति तेषां अत्र कर्मणि प्रयोगे साधारणं यत् वयं रूल्स् अप्लै नियमाः ये नियमाः भवन्ति ते नियमाः एव अत्र आयान्ति इति अत्र उक्तमस्ति. एतेषां विषये तु स्पष्टं सूत्रं दत्तमस्ति, परन्तु येषां धातूनां विषये प्रयोज्यकर्तुः कर्मत्वं भवति अथवा विकल्पेन भवति अथवा न भवति इति यत् किमपि न उक्तमस्ति, तेषां धातूनां तु सर्वथा प्रयोज्यकर्ता कर्मसंज्ञां न प्राप्नोति, केनापि सूत्रेण न प्राप्नोति. तस्य तु तृतीयविभक्ति एव भवति इति स्मर्तव्यं. इति अत्र लिखितमस्ति. प्रयोज्यकर्तुः तृतीया विभक्ति भवति. तावदेव समीचीनत्वात्. तर्हि अत्र सारांशः कः इति चेत्, प्रयोज्यकर्तुः कर्मत्वम् अस्ति वा न वा इति प्रथमतया तत्र निर्मेतव्यम्. कर्मत्वं नास्ति चेत् तदानीं प्रथमविभक्तिः वा द्वितीयविभक्तिः वा कदापि न भवति. कर्ता चेत् तत् सर्वदा तृतीया एव. कर्तुः विभक्तिः कथं भवति इति चेत्, कर्तुः प्रथमाविभक्तिः भवितुमर्हति नो चेत् तृतीयाविभक्तिः भवितुमर्हति. प्रथमाविभक्तिः उक्तं चेदेव भवितुमर्हति. तर्हि इदानीं कर्ता कर्मणि प्रयोगे कर्ता तु कदापि न उक्तं भवति खलु. तिङ्प्रत्ययः कर्मार्थे अस्ति चेत् कर्ता कदापि न उक्तः भवति इति कृत्वा कर्तुः सर्वदा कर्मणि प्रयोगे तृतीयाविभक्तिः एव भवति. कर्मत्वं नास्ति चेत् तत्र चिन्तनस्य अधिकचिन्तनस्य आवश्यकता नास्ति, तृतीयाविभक्तिः साक्षात् भवति. अतः अस्माकं मूलप्रश्नः अस्मिन् पाठे कः इति चेत्, प्रयोज्यकर्तुः कर्मणि प्रयोगे कर्मत्वं भवति वा न वा इत्येव मूलप्रश्नः. कर्मत्वं केन आधारेण भवति, सूत्राधारेण वा वार्तिकाधारेण वा कथं भवति इति वयम् अवगच्छामः चेत् तदानीं तदनन्तरं नियमः तु सरलः अस्ति. नियमः तु सरलः अस्ति. बुद्ध्यर्थकः भक्षार्थकः शब्दकर्मकः अस्ति चेत् अस्माकं विवक्षानुगुणं यस्य कस्यापि कर्मत्वं यस्य कस्यापि प्रथमविभक्तिः भवितुमर्हति. अपि च गत्यर्थकः अपि च अन्ये ये ये दातवः येषां तत्र सूत्राधारेण प्रयोज्यकर्तुः अथवा वार्तिकाधारेण प्रयोज्यकर्तुः कर्मत्वं भवति तदानीं प्रयोज्यकर्म एव उक्तं भवति, शुद्धकर्म अनुक्तमेव भवति इति तत्र प्रसङ्गद्वयं. तृतीयः प्रसङ्गः यत्र प्रयोज्यकर्तुः कर्मत्वं नास्ति, कर्मत्वं नास्ति चेत् कर्तृत्वमेव भवति, कर्तृत्वम् अस्ति चेत् तृतीयाविभक्तिः एव भवति, शुद्धकर्म एव उक्तं भवति इति क्लेशः नास्ति तत्र. अस्तु, इदानीं तत्र उदाहरणद्वयमस्ति, तद् वयं पश्यामः. वंशी भगिनी वदतु उदाहरणद्वयं. भगिनी अहम् उषा अस्मि. उषा भगिनी, क्षम्यतां भगिनी, क्षम्यतां क्षम्यतां, तत्र बहवः जनाः सन्ति अतः मया न दृष्टम्. अस्तु वदतु, भवती वदतु, क्षम्यताम्. यज्ञदत्तेन देवदत्तेन मधुकर्कटी खाद्यते. अत्र खाद् इति धातोः खाद्यते इति कर्मणि रूपं भवति. यज्ञदत्तेन देवदत्तेन मधुकर्कटी खाद्यते इति कृते ण्यन्त अवस्थायां कर्मणि अस्ति, वाक्यम् अस्ति. अत्र खाद् इति धातु गतिबुद्धिप्रत्यवसानात् नास्ति, शब्दकर्म नास्ति, अकर्मक नास्ति, हृ क्रो इति अपि नास्ति. खाद् इति कृते वार्तिकम् आदि भगिनी आदिकाद्योर्न इति वार्तिकेन गतिबुद्धिप्रत्यवसानार्थ इति सूत्रेण भवति वा इति प्रथमतया वदतु. गतिबुद्धिप्रत्यवसानार्थ इत्यनेन प्रत्यवसानार्थ शब्दः अस्ति खाद् इति, परन्तु वार्तिकम् अस्ति, निषिध्यते इत्यने निषिद्ध वार्तिकम् अस्ति. गतिबुद्धि गतिबुद्धिप्रत्यवसानार्थ शब्दकर्म अकर्मकाणाम् इति कृते अन्यन्त अवस्थायां यः प्रयोज्यकर्तुः कर्मत्वं भवति खाद् इति धातोः, परन्तु वार्तिकं निषिध्यते, कर्मत्वं निषिध्यते इत्यनेन तत् कर्मत्वं न सम्भवति, द्वितीया विभक्ति अपि न सम्भवति ण्यन्त अवस्थायाम्. अत्र यज्ञदत्तेन देवदत्तेन मधुकर्कटी खाद्यते इति खाद्यते इत्यनेन मधुकर्कटी उच्यते, उक्तं भवति. वाक्यं कथमस्ति अण्यन्त अवस्थायां कर्मणि भगिनि? आम्, कर्मणि देवदत्तेन मधुकर्कटी खाद्यते इति एव. अत्र ण्यन्त अवस्थायां कर्मणि प्रयोगे कारिकया अपि तु अत्र दत्तमपि अस्ति, यज्ञदत्तेन देवदत्तेन मधुकर्कटी खाद्यते इति वाक्यं सम्भवति. तत्र किमर्थम् एवं वाक्यमस्ति, प्रतिपादयतु. देवदत्त इति प्रयोज्यकर्ता, देव ण्यन्त अवस्थायामपि देवदत्तः इति कर्मत्वं न सम्भवति इत्यनेन ण्यन्त अवस्थायां देवदत्तेन मधुकर्कटी इति भवति. वाट् वाट् वुड् बि द ण्यन्त अवस्थायां, ण्यन्त अवस्थायां खाद्यते देवदत्तेन मधुकर्कटी खाद्यते इत्येव अण्यन्त अवस्थायां कर्मणि मधुकर्कटी खाद्यते. ण्यन्त अवस्थायां यज्ञदत्तेन देवदत्तेन इति अस्ति, यतोहि कर्मत्वं न प्राप्नोति, तृतीया विभक्ति एव सम्भवति, कर्तृकर्मणो तृतीया. मे बि ऐ एम् सेयिङ्ग् द सूत्र. कर्तृकरणयो तृतीया, कर्तृकरणयो तृतीया इत्यनेन देवदत्तेन यज्ञदत्तेन देवदत्तेन मधुकर्कटी खाद्यते इत्येव भवितुम् अर्हति, इत्येव भवति. सम्यक् सम्यक् समीचीनम्. अस्तु, धन्यवादः. भगिनि, खाद्यते इति अत्र निजन्तरूपमपि खाद्यते एव वा? आमां, समानम्. खाद्यते इति भक्षितार्थे नास्ति वा महोदय? अस्ति, परन्तु तत्र वार्तिकमस्ति, खादि खाद्योर्न इत्यनेन निषिध्यते कर्मत्वम्. अस्तु महोदय, अस्तु वंशी भगिनि अग्रे. सा नास्ति इति मन्ये. नास्ति, अस्तु. तर्हि उमा भगिनी उक्तवती वा अद्य? नोक्तं खलु? न उक्तम्. भवती वदतु. कर्तरि प्रयोग, कर्मणि प्रयोगः. नेक्स्ट् वन्. नेक्स्ट् वन्, यज्ञदत्तेन देवदत्तेन विप्राय गौः दाप्यते. सारी सारी, यज्ञदत्तेन देवदत्तेन विप्राय गौः दाप्यते. अत्र यज्ञदत्तः प्रयोजककर्ता, देवदत्तः प्रयोज्यकर्ता. अत्र देवदत्तेन तृतीया अस्ति, तस्मात् कर्मसंज्ञा न प्राप्नोति. विप्राय दाप्यते इति निजन्दप्रयोगं, सो विप्राय सारि क्षम्यताम्. अन्यन्तवस्थायां यदा कदापि निजन्तप्रसङ्गः अस्ति चेत् सर्वदा अन्यन्तवस्थायां वाक्यं किम् इति मनसि स्पष्टता अस्ति चेत् कदापि दोषः न भवति. अतः प्रथमतया अन्यन्तवस्थायां वाक्यं किम् इति वदतु. अन्यन्तवस्थायां देवदत्तेन विप्राय गौः दा इति दातु दीयते. उत्तमं भगिनि, बहु सम्यक्. अग्रे. धन्यवादः भगिनि. सम्यक्, इदानीं वदतु ण्यन्तवस्थायां कथमस्ति इति. ण्यन्तवस्थायां यज्ञदत्तः यज्ञदत्तेन इति प्रयोज्यकर्ता, प्रयोज्यकर्ता अण्ड् प्रयोज्यकर्ता इस् देवदत्तेन. देवदत्तः कर्मसंज्ञा न प्राप्नोति, तस्मात् तृतीया एव उक्तं. विप्राय दाप्यते, विप्राय दा दातु चतुर्थी विभक्ति सहित वक्तव्यं. तस्मात् विप्राय गौः दाप्यते इति निन्दावस्थायां कर्मणि प्रयोगः. बहु समीचीनम्, उत्तमं. धन्यवादः भगिनि. धन्यवादः. समीचीनं. तर्हि इदानीम् अन्यानि उदाहरणानि दत्तानि, तद् वयम् एकवारं पश्यामः. अत्र कोष्टकं मा पश्यन्तु, कोऽपि तत्र कोष्टकं मा पश्यतु. इदानीम् अहं वाक्यं वदामि कर्तरीप्रयोगे, भवन्तः कर्मणि प्रयोगे कथं भवति इति भवद्भिः वक्तव्यम्. तर्हि इदानीम् अत्र प्रथमवाक्यमस्ति, लक्ष्मीभगिनी वदतु. तर्हि तत्र अहं वाक्यं कर्तरिप्रयोगे वदामि, कर्तरिप्रयोगे वदामि अण्यन्तवस्थायां। तर्हि भवती कर्तरिप्रयोगे ण्यन्तवस्थायां कथं भवति, कर्मणि प्रयोगे कथं भवति, कर्मणि प्रयोगे ण्यन्तवस्थायां कथं भवति इति सर्वं वक्तव्यम्। तर्हि वाक्यमस्ति अध्यापक शिष्यः वेदं बोधति। अस्तु, शिष्यः वेदं बोधति। इदानीं निजन्दावस्थायां कर्तृप्रयोगे एव निजन्दावस्थायां वदामः, वदानि वा? वदतु। वेदम् इति शब्दकर्म अस्ति, बोधति इति अस्ति, अतः इदानीं पिता न चेत् माता इति प्रयोजककर्ता स्वीकुर्मः चेत् माता शिष्यं वेदं बोधयति। सम्यक्। शिष्यः इति अणिकर्ता अस्ति, तस्य कर्मत्वं प्राप्नोति गतिबुद्धिप्रतिवसानात् इति सूत्रेण। इदानीं शिष्यः वेदं बोधति इत्यस्य कर्मणि प्रयोगे शिष्येण वेदः बोध्यते, बुध्यते। शिष्येण बुध्यते, अन्यन्तावस्थायां कर्मसंज्ञा प्राप्नोति, अतः शिष्यः मात्रा शिष्यः वेदं कर्मणि प्रयोगे निचन्दावस्थायां बोध्यते इति वा? बोध्यते। मात्रा शिष्यः वेदं बोध्यते। समीचीनम्। एकमेव वाक्यं वा? सम्यक् अस्ति वाक्यम्। एकमेव नास्ति, अत्र कारिका प्रकारेण अत्र निजेच्छया वक्तुः इच्छया प्रकारद्वयं भवति, तेन मात्रा शिष्यः अपि एकवारं प्रथमविभक्ति भवति, अन्यस्मिन् पक्षे शिष्यं मात्रा शिष्यं वेदः बोध्यते। मात्रा शिष्यं वेदः बोध्यते। सम्यक्, सम्यक् इति एवं रीत्या तत्र अभ्यासः करणीयः, तदानीमेव स्पष्टता भवति। तर्हि अग्रिमसप्ताहे इतोपि तत्र अभ्यासः भविष्यति, तत्र बहूनि वाक्यानि सन्ति अभ्यासार्थम्, अतः नियमाः के के सन्ति इति सम्यक्तया अवगम्य आगच्छन्तु। इद वर्गे युनो वर्गे तत्र कर्मणि प्रयोगः कथं भवति इति तत्र दोषः मास्तु, कर्मणि प्रयोगस्य नियमः कः इति सम्यक्तया विचार्य आगच्छन्तु। यतोहि कर्मणि मूलकर्मणि प्रयोगः कथं भवति इति वयं न जानीमः चेत् बहु क्लेशाय अस्ति, यतोहि बेसिक् अस्ति खलु, अतः तत्सर्वं सर्वसम्यक्तया अवगम्य निजन्तप्रसङ्गे नियमाः के सन्ति इति सर्वम् अवगम्य कृपया वदन्तु। गृहे अवकाशः अस्ति चेत् एतानि यानि उदाहरणानि सन्ति तस्य विषये गृहपाठरूपेण कुर्वन्तु, स्वयं कुर्वन्तु। कर्तरिप्रयोगे कथं भवति, अन्यन्तवस्थायां यन्तवस्थायां कथं भवति, कर्मणि प्रयोगे कथं भवति इति सर्वम् एकं सर्वं लिखन्तु, तदानीं तत्र दोषः न भवति, अभ्यासः अपि भवति, तदानीं वर्गे इतोपि सम्यक् भवति। अस्तु भगिनी, बुद्ध धातु अत्र शब्दकर्मकः वा? बुद्ध धातुः शब्दकर्मकः वा? अत्र बुद्ध धातुः शब्दकर्मकः इति अपि स्वीकर्तुं शक्यते, बुद्ध्यर्थकः इत्यपि स्वीकर्तुं शक्यते। किन्तु कर्म दृष्ट्वा एव तस्य निर्णयः भवेत् खलु, कर्मसंज्ञकः वा न वा इति? कर्म दृष्ट्वा एव निर्णयः इति नास्ति, इत्युक्ते तत्र सूत्राधारेण बुद्ध्यर्थकधातूनाम् अपि ग्रहणमस्ति खलु। बुद्ध्यर्थकः तु बोधति, किन्तु शब्दकर्मकः इति इत्यस्य न, बुद्धिधातोः मूलस्वभावः कः? मूलस्वभावः तु ज्ञानार्थकः, तदेव मूलस्वभावः, तदाधारेण बुद्ध्यर्थकः इति उक्त्वा वयम् अग्रे गन्तुं शक्नुमः. यत्र बुद्ध्यर्थकः नास्ति तत्र एव शब्दकर्मकः इत्यस्य प्रयोगः खलु. अतः अत्र बुद्ध्यर्थकः एव इति कृत्वा शब्दकर्मकः इत्यस्य अचिन्तनस्य आवश्यकता नास्ति. परन्तु शब्दकर्मकः वा भवतु बुद्ध्यर्थकः वा भवतु नियमः समानः, अतः दोषः न भवति. परन्तु अत्र नियमः समानः खलु. मनसि बहु कन्फ्यूजन् तु भवति. न, बहु कन्फ्यूषन् नास्ति. बुद्धधातुः बुद्धधातोः स्वभावः इत्युक्ते शब्दकर्म इति किमर्थं स्थापितं पाणिनिना सूत्रे, तत् चिन्तनीयं खलु. तद् प्रथमतया किम् उक्तं, गत्यर्थकः बुद्ध्यर्थकः इति उक्तं. बुद्ध्यर्थकः इत्यनेनैव ग्रहणम् अस्ति चेत् तदानीं शब्दकर्मकः इति चिन्तनस्य आवश्यकता नास्ति. शब्दकर्मकः इति कुत्र चिन्तयामः? यत्र पूर्वं बुद्ध्यर्थकः इत्यनेन तत्र ग्रहणं नास्ति तत्र शब्दकर्मकः इति वयं चिन्तयामः. अत्र बुद्धधातुः मूले ज्ञानार्थकः अस्ति इति कृत्वा बुद्ध्यर्थकः इति स्वीकृत्य वयं कार्यं कर्तुं शक्नुमः, क्लेशः नास्ति. महोदय, अत्र देवदत्तेन वृत्तेन कटः कार्यते इति अस्ति खलु, अत्र किमर्थम् अत्र प्रयोज्य कर्मत्वं नास्ति इति उक्तं महोदय? कर्मत्वम् अस्ति. हृक्रोर् अन्यतरस्याम् इति सूत्रमस्ति. हृक्रोर् अन्यतरस्याम् तत्र कृधातुः कृधातुः अनयोः प्रयोज्यकर्तुः कर्मत्वं विकल्पेन भवति, न प्राप्यते तदा भवति इति नास्ति, विकल्पेन भवति. एकस्मिन् पक्षे कर्मत्वं भवति, अन्यस्मिन् पक्षे न भवति. यस्मिन् पक्षे न भवति तदानीं देवदत्तेन वृत्तेन कटः कार्यते इति वाक्यम्. ओ, अन्यस्मिन् पक्षे अत्र कर्मत्वं प्राप्नोति, अतः अत्र अस्तु महोदय. अतः देवदत्तेन वृत्त्यः कटं कार्यते इति अपि वाक्यं श्रु अस्तु महोदय, विकल्पेन. अस्तु तर्हि अत्र स्थगयामः. कोऽपि प्रश्नः वा? अस्तु तर्हि धन्यवादः, नमस्कारः. धन्यवादः, नमस्कारः.